स्वर्गी लोकेन भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति उभेति त्वाशनाया पिपासे शोकातिगो मोदते स्वर्गलोके। नचिकेत उवाच स्वर्गे लोके रोगादिनिमित्तं भयं किञ्चन किञ्चिदपि नास्ति न च तत्र त्वं मृत्यो सहसा प्रभसे। अतो जरया युक्तैः लोकैव त्वत्त्व न बिभेति कश्चित् तत्र। किञ्च उभे अशनायां पिपासे तीर्त्व अतिक्रम्य शोकम् अतीत्य गच्छतीति शोकातिगस्सन् मानसेन दुःखेन वर्जितः मोदते हृष्यति स्वर्गलोके दिवि। सत्त्वमग्निगं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहितगं शब्ददानाय मह्यं स्वर्गलोकामृतत्वं भजन्ता ये तद्वितीयेन वृणे वरेण। एवं गुणविशिष्टस्य स्वर्गलोकस्य प्राप्तिसाधनभूतम् अग्निं स्वर्ग्यं सत्त्वं मृत्युः अध्येषि स्मरसि जानासि इत्यर्थः। हे मृत्यो यतः तं प्रब्रूहि कथय श्रद्धदानाय श्रद्धावते मह्यं स्वर्गार्थिनि। येन अग्निना चितेन स्वर्गलोकः स्वर्गो लोको येषां ते स्वर्गलोकः यजमानः अमृतत्वम् अमृतां देवत्वं भजन्ते प्राप्नुवन्ति। तत् एतन् अग्निविज्ञानं द्वितीयेन वरेण वृणे। प्रसे ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं न चिकेतः प्रजानन् अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायां। मृत्योः प्रतिज्ञा इयं ते तुभ्यं प्रब्रवीमि यत्त्वया प्रार्थितं तत् ऊ मे मम वचसा निबोध बुद्ध्यस्व एकाग्रमणाः सन्। स्वर्ग्यं स्वर्गाय हितं स्वर्गसाधनम् अग्निं हे नचिकेतः प्रजानं विज्ञातवान् सन् अहम् इत्यर्थः। प्रब्रवीमि तन्निबोध इति च शिष्यबुद्धिसमाधानार्थं वचनं। अधुना अग्निं स्तौति अनन्तलोकाप्तिं स्वर्गलोकफलप्राप्तिसाधनम् इत्येतत्। अथो अपि प्रतिष्ठा आश्रयं जगतः विराट्स्वरूपेण तमेतम् अग्निं मया उच्यमानं विद्धि विजानीहि त्वं निहितं स्थितं गुहायां विदुषां बुद्धौ निविष्टम् इत्यर्थः। लोकादिमग्निं तमुवाच तस्मै या इष्टकायावतीर्वा यथा वा स चापि तत्प्रत्येव यथोक्तम् अथास्य मृत्युः पुनरेवाहतुष्टः। इदं श्रुतेः वचनं लोकादिं लोकानामादिं प्रथमशरीरित्वात् अग्निं तं प्रकृतं नचिकेतसा प्रार्थितम् उवाच उक्तवान् मृत्युः तस्मै नचिकेतसे। किञ्च याः इष्टकाः चेतव्यः स्वरूपेण यावतीर्वा सङ्ख्यया यथा वा चेते अग्निः येन प्रकारेण सर्वमेतन् उक्तवान् इत्यर्थः। स चापि नचिकेतः तत् मृत्युना उक्तं प्रत्यवदतु यथावत् प्रत्ययेन अवदतु प्रत्युच्चारितवान्। अथस्य प्रत्युच्चारणेन तुष्टस्सन् मृत्युः पुनरेव अहं वरत्रयव्यतिरेकेण अन्यं वरं दित्सु तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयहं तव इव नाम्ना भवितायमग्निः शृङ्कां च इमामनेकरूपां गृहाणं। कथं तं नचिकेतसम् अब्रवीत्प्रीयमाणः शिष्यस्य योग्यतां पश्यन् प्रीयमाणः प्रीतिमनुभवन् महात्मा अक्षुद्रबुद्धिः वरं तव चतुर्थम् इह प्रीतिनिमित्तम् अद्य इदानीं ददामि भूयः पुनः प्रयच्छामि। तवैव नचिकेतसा नाम्ना विधानेन प्रसिद्धः भवित मया उच्यमानः अयमग्निः। किञ्च शृङ्कं शब्दवतीं रत्नमयीं मालामिमाम् अनेकरूपां विचित्रां गृहाण स्वीकुरु यद्वा शृङ्कम् अकुत्सितां गतिं कर्ममयीं गृहाण अन्यदपि कर्मविज्ञानम् अनेकफलहेतुत्वात् स्वीकुरु इत्यर्थः। त्रिनाचिकेतः त्रिविरेत्यसन्धिं त्रिकर्मकृत्तरति जन्ममृत्युं ब्रह्मजज्ञं देवमीड्यं विदित्वा निचायमागं शान्तिमत्यन्तमेति। पुनरपि कर्मस्तुतिमेव अहं त्रिनाचिकेतः त्रिः कृत्वा नाचिकेतो अग्निश्चितो येन सह त्रिनाचिकेतः तद्विज्ञानवान् त्रिभिः मातृपितृचार्यैः येत्य प्राप्य सन्धिं सन्धानं सम्बन्धं मात्रादि अनुशासनं यथावत् प्राप्य इत्येतत्। तद्धि प्रामाण्यकारणं श्रुत्यन्तरात् अवगम्यते यथा मातृमान् पितृमान् इत्यादि वेदस्मृतिशिष्टैर्व प्रत्यक्षानुमान आगमैर्व तेभ्यो हि विशुद्धिः प्रत्यक्ष त्रिकर्मकृत् यज्ञ अध्ययनदानानां कर्ता तरति अतिक्रामति जन्ममृत्यु। किञ्च ब्रह्मजज्ञं ब्रह्मणो हिरण्यगर्भाज्जातो ब्रह्मजः ब्रह्मजश्च असौ ज्ञश्च इति ब्रह्मजज्ञः सर्वज्ञो हि असौ तं देवं द्योतनातो ज्ञानादिगुणवन्तम् ईड्यं स्तुत्यं विदित्वा शास्त्रतः निचाय दृष्ट्वा च आत्मभावेन इमां स्वबुद्धिप्रत्यक्षां शान्तिमुपरतिम् अत्यन्तम् येति अतिशयेन येति वैराजं पदं ज्ञानकर्मसमुच्चय अनुष्ठानेन प्राप्नोति इत्युक्तः त्रिनाचिकेतः त्रयमेतन्विदित्वा येयं विद्वां शृणुते नाचिकेतं समृत्युपाशान् पुरतः प्रणोद्या शोकातिगो मोदते स्वर्गलोके इदानीम् अग्निविज्ञानचयनफलम् उपसमर्ति प्रकरणं च त्रिनाचिकेतः त्रयं यथोक्तं या इष्टका यावतीर्वा यथा वा इति एतत् विदित्वा अवगम्य यश्च एवम् आत्मस्वरूपेण अग्निं विद्वान् चिनुते निर्वर्तयति नाचिकेतम् अग्निं कृतं सः मृत्युपाशाम् अधर्म अज्ञानरागद्वेषादिलक्षणान् पुरतः अग्रतः पूर्वमेव शरीरपातात् इत्यर्थः प्रणोद्य अपहाय शोकातिगः मानसैः दुःखैः विगतः इत्येतत् मोदते स्वर्गलोके वैराजे विराडात्मस्वरूपप्रतिपद्य एष ते अग्निः न च केतस्वर्गो यमरुणीथा द्वितीयेन वरेण एतमग्निं तवैव प्रयोक्ष्यन्ति जना सह तृतीयं वरं न च केतो वृणीष्व एषः ते तुभ्यम् अग्निः वरः ये न च केतः स्वर्गः स्वर्गसाधनः यम् अग्निं वरम् अवृणीतः वृतवान् प्रार्थितमानसि द्वितीयेन वरे सो अग्निः वरो दत्तः इति उक्तोपसंहारः किञ्च एतम् अग्निं तवैव नाम्ना प्रवक्ष्यन्ति जना सह जनाः इत्येतत् एष वरो दत्तो मया चतुर्थः तुष्टिं तृतीयं वरं नचिकेतः ऋणीश्व तस्मिन् अदत्ते ऋणवान् एव अहम् इत्यभिप्रायः येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येकेनायमस्ति इति चैकेम् एतद्विद्यामशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः एतावद्धि अतिक्रान्तेन विधिप्रतिषेधार्थेन मन्त्रब्राह्मणेन अवगन्तव्यं यद्वरद्वयसूचितं वस्तु न आत्मतत्त्वविषये याथात्म्यविज्ञानम् अतो विधिप्रतिषेधार्थविषयस्य आत्मनि क्रियाकारकफल अध्यारोपणलक्षणस्य स्वाभाविकस्य अज्ञानस्य संसारबीजस्य निवृत्त्यर्थं तद्विपरीतब्रह्मात्मैकत्वविज्ञानं क्रियाकारकफल अध्यारोपणशून्यम् आत्यन्तिकनिःश्रेयसप्रयोजनं वक्तव्यमिति उत्तरग्रन्थः आरभ्यते तमेतमर्थं द्वितीयवरप्राप्त्यापि अकृतार्थं तृतीयवरगोचरम् आत्मज्ञानमन्त्रेण इति आख्यायिकया प्रपञ्चयति यतः पूर्वस्मात् कर्मगोचरात् साध्यसाधनलक्षणात् अनित्यात् विरक्तस्य आत्मज्ञानाधिकारः इति तन्निन्दार्थं पुत्रादि उपन्यासेन प्रलोभनं क्रियते नचिकेत उवाच तृतीयं वरं नचिकेत उणीष्व इत्युक्तसन् येयं विचिकित्स संशयः प्रेते मृते मनुष्ये अस्ति इत्येके अस्ति शरीरेन्द्रियमनोबुद्धिव्यतिरिक्तः देहान्तरसम्बन्धि आत्मा इति एके मन्यन्ते नायमस्ति इति च एके नायं येयं विदो अस्ति इति च एके अत्र च अस्माकं न प्रत्यक्षेण नापि अनुमानेन निर्णयविज्ञानम् एतद्विज्ञानादीनो हि परःपुरुषार्थ इत्यतः एतद्विद्यां विजानीयामहं मनुशिष्टः ज्ञापितः त्वया वराणामेष वरः तृतीयो अवशिष्टः देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयं मनुरेश धर्मः अन्यं वरं न चेतो वृणीष्वा मामोपरोत्सीरतिमासृजैनम् किम् अयम् एकान्ततो निःश्रेयसाधन आत्मज्ञानार्हो न वा इति एतत् परीक्षणार्थमहं देवैरपि अत्र एतस्मिन् वस्तुनि विचिकित्सितं संशयितं पुरा पूर्वम् न हि सुविज्ञेयं सुष्ठु विज्ञेयम् असकृश्रुतमपि प्राकृतैः जनैः यतः अणुः सूक्ष्मः एषः आत्माख्यः धर्मः अतः अन्यम् असन्दिग्धफलं वरं नचिकेतः वृणीष्व मा उपरोत्सीः उपरोधं मा कर्षि अधमर्णमिव उत्तमर्णः अतिसृज विमुञ्च एनं वरं मां प्रति दैवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमर्थं वक्ता चास्य त्वादुर्गन्यो न लभ्यो नान्यो वरस्तुल्येतस्य कश्चिन् ये मुक्तो नचिकेताः देवैः अत्रापि विचिकित्सितं किल इति भवतः एव न श्रुतं त्वं च मृत्यो यद्यस्मात् न सुज्ञेयम् आत्मतत्त्वम् अर्थ कथयसि अतः पण्डितैरपि अवेदनीयत्वात् वक्ता च अस्य धर्मस्य त्वादुर्गत्तुल्यः अन्यः पण्डितश्च न लभ्यः अन्विष्यमाणोऽपि अयं तु वरो निःश्रेयसप्राप्तिहेतुः अतः न अन्यः वरः तुल्यसदृशः अस्ति एतस्य कश्चिदपि अनित्यफलत्वात् अन्यस्य सर्वस्यैव इति अभिप्रायः यथा यः पुत्रपौत्रान् वृणीष्वा बहून् पशून् हस्ति हिरण्यमश्वान् भूमेर्महदायतनं वृणीष्वा स्वयं च जीवशरदो यावदिच्छति एवमुक्तोऽपि पुनः प्रलोभयन् उवाच मृत्युः शतायुषः शतं वर्षाणि आयुंषि येषां तान् शतायुषः पुत्रपौत्रान् वृणीष्व किञ्च गवादिलक्षणान् बहून् पशून् हस्ति हिरण्यं हस्ति च हिरण्यञ्च हस्ति हिरण्यम् अश्वांश्च किञ्च भूमेः पृथिव्याः महत् विस्तीर्णम् आयतनम् आश्रयं मण्डलं साम्राज्यं वृणीष्व किञ्च सर्वमपि एतदनर्थकं स्वयं चेत् अल्पायुः इत्यतः स्वयं च त्वं जीवधार्यशरीरं समग्रेन्द्रियकलापं शरदः वर्षाणि यावदिच्छसि जीवितुम् एतत्तुल्यमिति मन्यसे वरं वृणीष्ववित्तं चिरजीविकाञ्च महाभूम नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि एतत्तुल्यम् एतेन यथोपदिष्टेन सदृशम् अन्यमपि यदि मन्यसे वरं तमपि वृणीष्व किञ्च वित्तं प्रभूतं हिरण्यरत्नादिचिरजीविकाञ्च सह वित्तेन वृणीष्व इत्येतत् किं बहुना महाभूमौ महत्यां भूमौ राजा नचिकेतसः त्वं यदि भवत् किञ्च अन्यं कामानां दिव्यानां मानुषाणां च त्वा त्वां कामभाजं कामभागिनं कामार्हं करोमि सत्यसङ्कल्पो हि अहं देवः ये ये कामादुर्लभामर्त्यलोके सर्वान् कामागुंश्चन्दतः प्रार्थयस्व इमा रामाः सरतास्ततूर्या नहि दृशालम्बनीया मनुष्यैः आभिर्मत्प्रत्ताभिः परिचालयस्व नचिकेतो मरणं मानुप्राक्षैः ये ये कामाः प्रार्थनीयाः दुर्लभाश्च मर्त्यलोके सर्वान् तान् कामान् छन्दतः इच्छातः प्रार्थयस्व किञ्च इमाः दिव्याः अप्सरसः रमयन्ति पुरुषानिति रामः सः रतैः वर्तन्ते इति सरतः सतुर्यः स वादित्रः ताश्च न हि लम्बनीयः प्रापणीयः ईदृशः एवंविधः मनुष्यैः मर्त्यैः अस्मदादिप्रसादमन्त्रेण आभिः मत्प्रत्ताभिः मया प्रदत्ताभिः परिचारिकाभिः परिचार्यस्व आत्मनः पादप्रक्षालनादिशुश्रूषां कार्य आत्मनः इत्यर्थः हे नचिकेतः मरणं मरणसम्बद्धं प्रश्नं प्रीत्य अस्ति नास्ति इति काकदन्तपरीक्षारूपं मा अनुप्राक्षीः मैवं प्रष्टुमर्हसि।